पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 221 नारद उवाच इत्युक्ता सा कलाराजंस्तया नृपदिभार्यया स्वकोशात् स्वर्णमञ्जुषामानाय विदधे पुरः उवाच च महाराज भार्ये स्या महदद्भुतं पुस्तकं वर्तते देवि तत्र चित्राणि सन्ति वै उद्घाट्य दृश्यदां किञ्चित् किं किमस्त्यत्र पुस्तके रंस्यते ते मनो नूनं तत्र स्था लेख्यदर्शने इत्युक्त्वा भूपपत्नी सा दास्या तामुदकाडयद मञ्जूषां तत्र संस्थं च पुस्तकं पाणिना गृहीत तत्रावलोकयामास सावतारान् समासदः पूर्वं ततस्तु भूगोलं पञ्चाशत्कोटियोजनं तत्रान्धकारसंयुक्ता भूमिर्दृष्टाथ काञ्चनी येदयोरन्तरेराल्लोकाल्लोकश्च पर्वतः सप्तद्वीपास्तदो दृष्ट्वा समुद्रैः सप्तभिर्वृताः येदेषु नद्यशैलाश्च खण्डानि तु महामते येतद्भारतखण्डं सा पश्यन्ति भूपतिप्रिया यमुना जाह्नवी मुख्या सरिदः समवैक्षता यमुनातिरगं राजन्निन्द्रप्रस्थमिदं शुभं ददर्श सा महाभागा तीर्थं व्रजयुतं नृप अत्र तीर्थमिदं दृष्ट्वा प्रयागं ब्रह्मनिर्मिदं पूर्वजन्मकृतं कर्म सा सस्मार मनस्विनी ततस्तूष्णीं समुद्धाय तूर्णं सा स्वगृहं ययौ निश्चित्यदि न भोक्ष्यामि ततः प्रस्थाय तीर्थकं तदैव साधु हेमाङ्गी सह गन्तुमसुप्रियं वीरवर्माणमाहेदं तीर्थराजं प्रिया सदि हेमाङ्गी उवाच भो भो प्राणपदे वाक्यं मदीयं शृणु धर्मदम् विधेहि च महाभाग तूर्णं पूर्णो भविष्यति पुराहं मोहिनी नाम वेश्या च बहुपापकृत यौवने वार्थके किञ्चिद्धर्मे जाता मदिर्मम पापे नोपार्जितां वित्तं धर्मेण व्ययिदं मया निर्धनाहं यदा राजन्निर्गदा निजपत्तनात् तदा मां निर्जनेरण्ये यान्ति जघ्नस्तु तस्कराः वृथा दारिद्र्यसन्तप्ता पापा धनजिघृक्षया शिदशस्त्रक्षताङ्गी मां स्वसन्तीं गतचेतनां विसृज्य तस्करास्तत्र गदा हदमनोरथाः तदो वैखानसो ह्येकः प्रयागस्य जलं वहन् इन्द्रप्रस्थ गतस्यैव वने तत्र समागतः तत्र मां पतिदां दृष्ट्वा तदवस्थां स तापसः प्रात्वं कुत किमर्थं वा हदा केनेदि पृष्टवान् तदा किमपि नोक्तं मे प्रार्थितं पुण्यमम्बुदद तेन तन्मे मुखे क्षिप्तं तदोऽहं देहमत्यजं प्राणप्रयाणकाले तु वारि तत्सर्वकामदं श्रुत्वेदि वाञ्छिदवधी महिषी स्यामिदि प्रभो तस्य तीर्थाम्भसो राजन् प्रसादाते गृहेश्वरी जादाहं सत्कुलाचारा शीलया परयो निधेः साम्प्रतं द्रष्टुमिच्छामि शक्रप्रस्थगतं नृप प्रयागं तीर्थराजं तं भवता सह कामदं प्रस्थास्येऽहं यदा राजन् तीर्थराजं प्रति प्रभो तदाहमन्नं भोक्ष्यामि मयेदि विहितः पणः राजोवाच कथमेतद्विजानीयां त्वदुक्तं चललोचने प्रतीतं कुरु मे भद्रे त्वदुक्तं करवाण्यहम् नारद उवाच युक्त्युक्ते तेन भूपेन केवागित्यभवत्तदा आकाशवागुवाच सत्यमुक्तं वजो राजन्ननया तव भार्यया इन्द्रप्रस्थे गदे पुण्ये प्रयागे तीर्थपुङ्गवे तत्र गत्वा कुरु स्नानं लप्स्यसे यद्यदिच्छसि नारद उवाच निशम्येदि तदो वाणीं नृपो गगनसम्भवां दण्डवत्पदिदो भूमौ तद्वक्तारं नमाम्यहम् अथ मन्त्रिणमाहूय राज्यमारोप्य तत्र वै तया सह समारुह्य रथं तीर्थवरं ययौ कदिभिर्वासरैरत्र हेमाङ्ग्या सह आययौ उपजहृतीर्थराजे क्षीरं भार्या युतो नृपः सस्नदुस्तौ शिवे तीर्थे दम्पती तत्र कामदे प्रयागे तेन वपुषा वैकुण्ठप्राप्तिरस्तु मे प्रदीक्षया स्नानमात्रे मिथुने तत्र भूपदे आगदौ सुरशार्दूलौ हंसपक्षीन्द्रवाहनौ आगतौ तौ समालोक्य वीरवर्मा स भूपतिः प्रणम्य शिरसा देवौ तुष्टा वैकाग्रमानसः राजोवाच नमो वां सुरसार्दूलौ बिभ्रद्भ्यामसि दारुणे वपुषि क्षौमवासांसि हेमसिन्दूरभानि च वन्दे युवां सत्त्वरजःप्रधानौ चराचरस्य स्थितिसर्गहेतु वैकुण्ठसत्याद्भुतलोकनाथौ चतुर्द्विबाहू खगराजवाहौ वैराग्यसंरागवतां जनानां सन्मुक्तिभुक्तिप्रतिपादिकौ च वृन्दारगे वन्दितपादपद्मौ सद्भावनम्रेण नमामि मूर्ध्ना गोविन्दवृन्दारक वन्द्यपाद न कोऽपि जानाति तव स्वरूपम् यतः परस्त्वं प्रकृतेश्च पुंसो मनो वजोभ्यामपि दूरवर्ती धन्यः स लोके पुरुषः परात्मन्यो विश्वमेदक्षणिकं विचिन्त्य अनन्यचेता भजति त्वदीय पादारविन्दं मुनिवृन्दवन्द्यं त्वत्पादसेवनं नाम तीर्थमेदच्च दुर्लभं जनानां भजमानानां वाञ्छितार्थफलप्रदं तथाप्येदद्वयं सेव्यं मुक्तये नान्यलब्धये अन्यकामनया यस्तु सेवते सदुवञ्चितः सन्दो भवन्तमस्येव तीर्थमेदच्च मुक्तिदं नान्यमिच्छन्त्यतिक्रम्य सर्वलोकान् जिजीषवः नारद उवाच इत्याभिष्ठूय देवेश्यं लोकेश्यं स च भूपतिः तस्थौ यदा तदा राजन् हेमाङ्गी सा जगादः पद्मापदे पद्मपलाशलोचनब्रह्मन् करालासनभारती गुरो नमो युवाभ्यां यदि दीनचेदस्ये प्रसीददां तारयदां भवाब्धेः तीर्थस्यास्य प्रसादेन जादाहं महिषी प्रभो युवयोर्दर्शनं जातं देवानामपि दुर्लभं युवामखिलचित्तज्ञौ दत्तं नौ मानसेप्सितम् स्नानकाले यदा वाभ्यां विहृदं पारमार्थिकम् एवं ताभ्यामुभाभ्यां तौ संस्तुतौ देवपुङ्गवौ प्रसन्नवदनौ भूत्वा प्रोचदुर्दम्पती प्रति हरिब्रह्माणावूचदुः धन्या त्वमसि हेमाङ्गि यतोऽयं तारिदः पदिः त्वया राज्यसुखासक्र चित्तोऽप्येदत्समागमद राज्ञां विषयसक्रानां दुर्लभा मुक्तिरीदृशी त्वद्भर्तुर्यादृशी जादा तीर्थस्यास्य प्रसादतः नारद उवाच इत्युक्त्वा तौ समालोक्य गरुडं पक्षिपुङ्गवं जग्मतुस्थौ सुरश्रेष्ठौ सत्यलोकं नरेश्वर तत्र ते ब्रह्मणा सर्वे पूजिता विधिवन्नृप तस्य चित्तानुरोधेन तस्तुरेकं मुहूर्तकम् अध ताभ्यामुभाभ्यां स दम्पतीभ्यां समं हरिः आरुह्य गरुडं श्रीमद्वैकुण्ठमगमन्नृप इत्येतत्कथितं तुभ्यं तीर्थराजस्य वैभवं पुण्यं समस्तपापघ्नं यशस्यं सुततं नृप ययेदच्छृणुयान्नित्यं पठेदपि च मानवः स गच्छेद्वाञ्छितं स्थानं सत्यमेदन्मयोदिदम् इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायाम् उत्तरखण्डे इन्द्रप्रस्थमाहात्म्ये प्रयागवर्णनं नामैकविंशत्यधिकद्विशततमोऽध्यायः ओ